पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 6 ऋषय ऊचुः यदिदं भारतं वर्षं पुण्यं पुण्यविधायकं तत्सर्वं न समाचक्ष्वत्वं हिनो बुद्धिमान्मदः सूद उवाच अत्र ते कीर्तयिष्यामि वर्षं भारतमुत्तमं प्रियमित्रस्य देवस्य मनो वैवस्वतस्य च पृथोश्च प्राज्ञवैन्यस्य तथैक्ष्वाको महात्मनः यया ते रम्बरीशस्य मान्धादुर्नहुषस्य च तथैव मुचुकुन्दस्य कुबेरोशीनरस्य च ऋषभस्य तथैलस्य नृगस्य नृपदेस्तथा कुशिकस्यैव राजर्षेर्गाधेश्चैव महात्मनः सोमस्य चैव राजर्षेर्दिलीपस्य तथैव च अन्येषां च महाभागाः क्षत्रियाणां बलीयसां सर्वेषामेव भूतानां प्रियं भारतमुत्तमं ततो वर्षं प्रवक्ष्यामि यथा श्रुतमहो द्विजाः महेन्द्रो मलयः सह्यशुक्रिमान् ऋक्षवानपि विन्ध्यश्च पारियात्रश्च सप्तैदे कुलपर्वताः तेषां सहस्रशो विप्रा पर्वतास्ते समीपदः अविज्ञादाः सारवन्दो विपुलाश्चित्रसानवः अन्ये तु ये परिज्ञादा ह्रस्वा ह्रस्वोपजीविनः आर्यम्लेच्छ सधर्माणस्ते मिश्राः पुरुषा द्विजाः नदीं पिबन्ति विमलां गङ्गां सिन्धुं सरस्वतीं गोदावरीं नर्मदां च बहुधां च महानदीं शतद्रुं चन्द्रभागां च यमुनां च महानदीं वृषद्वतीं वितस्तां च विप्रापां स्वच्छवालुकां नदीं वेत्रवतीं चैव कृष्णां वेणीं च निम्नगाम् इरावतीं विदस्तां च पयोष्णीं देविकामपि वेदस्मृतिं वेदशिरां त्रिदिवां सिन्धुलाकृमिं करीषिणीं चित्रवहां त्रिसेनां चैव निम्नगां गोमतीं दूतपावां च चन्दनां च महानदीं कौशिकीं त्रिदिवां हृद्यां नाचितां रोहितारणीं रहस्यां शतकुम्भां च सरयूं च द्विजोत्तमाः चर्मण्वदीं वेत्रवदीं हस्तिसोमां दिशं तथा शरावदीं पयोष्णीं च भीमां भीमरधीमपि कावेरीं चुलुकां चापि तापीं शतमलामपि नीवारां महितां चापि सुप्रयोगां तथा नदीं पवित्रां कृष्णलां सिन्धुं वाजिनीं पुरमालिनीं पूर्वाभिरामां वीरां च भीमां मालावतीं तथा पलाशिनीं पापहारां महेन्द्रां पडलावतीं करीषिणीमस्किनीं च कुशचीरीं महानदीम्। मरुदां प्रवरां मेनां हेमां कृतवतीं तथा अनावदीमनुष्णां च सेव्यां कापीं च सत्तमाः सदा वीरामधृष्यां च कुशचीरां महानदीं रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलां चन्द्रावहफलद्यं चैव कुचीरामम्बुवाहिनीं वैनदीं पिङ्गलां वेणां तुङ्गवेगां महानदीं विदिशां कृष्णवेणां च ताम्रां च कपिलामपि धेनुं सकामां वेदस्वां हविस्रावां महापथां क्षिप्रां च इच्छलां चैव भरद्वाजीं च निम्नगां कौर्णिकीं निम्नगां शोणां बाहुदामधचन्द्रमां दुर्गामन्दशिलां चैव ब्रह्ममेध्यां दृषद्वदीं परोक्षामधरोहिं च तथा जम्बूनदीमपि सुनासां तमसां दास्यीं सामान्यां वरणामसिं नीलां धृतिकरीं चैव पर्णाशां च महानदीं मानवीं वृषभां भासां ब्रह्ममेध्यां दृषद्वदीं येदाश्चान्याश्च बहुला महानद्यो द्विजर्षभाः सदा निरामयां कृष्णां मदङ्गां मन्दवाहिनीं ब्राह्मणीं च महागौरीं दुर्गामपि च सप्तमाः चित्रोत्पलां चित्ररथा मधुलां रोहिणीं तथा मन्दाकिनीं वैतरणीं कोगां चापि महानदीं शुक्तिमदीमनङ्गां च तथैव वृषसाह्वयां लोहित्यां कारदोयां च तथैव वृषकात्वयां कुमारी मृषितुल्यां च मारीषां च सरस्वतीं मन्दाकिनीं सुपुण्यां च सर्वां गङ्गां च सत्तमाः विश्वस्य मातरः सर्वाः सर्वाश्चैव महाफलाः तथा नद्यस्सु प्रकाशाः शतशोधसहस्रशः इत्येता सरितो विप्राः समाख्यादा यथा स्मृति अद ऊर्ध्वं जनपदान् निबोध गददो मम तत्रे मे कुरु पाञ्चालाः शाल्वमात्रेयजाङ्गलाः शूरसेनाः पुलिन्दाश्च बौद्धा मालास्तथैव च मत्स्या कुषट्टाः सौगन्ध्या कुत्सपा काशिकोशलाः चेदि मत्स्यकरुषाश्च भोजा सिन्धुपुलिन्दकाः उत्तमाश्च दशार्णाश्च मेखलाश्चोत्कलैः सह पञ्चाला कोशलाश्चैव नैकपृष्ठयुगन्धराः बोधा मद्रा कलिङ्गाश्च काशयो परकाशयः जठरा कुकुराश्चैव सुदशार्णाः सुसत्तमाः कुन्दयो वन्दयश्चैव तथैवापरकुन्दयः गोमन्दा मल्लका पुण्ड्राः विदर्भा नृपवाहिकाः अस्मकाः सोत्तराश्चैव गोपराष्ट्राः कनीयसः अधिराज्य कुशट्टाश्च मल्लराष्ट्राश्च केरलाः मालवाश्चोपवास्याश्च चक्रवक्रालयाशकाः विदेहा मगधा सत्मा मलजा विजयास्तथा अङ्गावङ्गाः कलिङ्गाश्च य कृल्लोमान एव च मल्लाः सुदेष्णाः प्रह्लादा महिषा शशकास्तथा बाह्लीका वाडधानाश्च आभीरा कालतोयकाः अपरान्ता परान्ताश्च पङ्कलाश्चर्मचण्डिकाः अडवी शेखराश्चैव मेरुभूताश्च सत्तमाः उपावृतानुपावृताः सुराष्ट्रा केकयास्तथा कुट्टापरान्ता माहेयाः कक्षाः सामुद्रनिष्कुटाः अन्धाश्च बहवो विप्रा अन्तर्गिर्यस्तथैव च बहिर्गिर्योऽङ्कमलदा मगधा मालवार्कडाः सत्त्वतरा प्रावृषयाः भार्गवाश्च द्विदर्शभाः पुण्ड्रा भार्गाकिराताश्च सुदेष्णा भासुरास्तथा शका निषादा निषधास्तथैवानर्थनैरृताः पूर्णलाः पूदिमत्स्याश्च कुन्तला कुशकास्तथा सरिग्रहा शूरसेना ईजिका कल्पकारणाः तिलभागामसाराश्च मधुमत्ता कगुन्दकाः काश्मीरा सिन्धुसौवीरा गान्धारा दर्शकास्तथा अभीसारा कुद्रुताश्च सौरिला बाह्लिकास्तथा दर्वी च मालवा दर्वा वादजामरधोरगाः बलरट्टास्तथा विप्राः सुदामानः मुमल्लिकाः बन्धा करीकषाश्चैव कुलिन्दा गन्धिकास्तथा वनाय वोदशा पार्श्व रोमाणकुशबिन्दवः काच्छा गोपालकश्चाश्च जाङ्गला कुरुवर्णकाः किरादा बर्बरा सिद्धा वैदेहास्ताम्रलिप्तिकाः औढ्रम्लेच्छा ससैरिन्द्राः पार्वतीयाश्च सत्तमाः अधा परे जनपदा दक्षिणामुनिपुङ्गवाः द्रविढा केरला प्राच्या मूषिका बालमूषिकाः कर्णाटका माहिषका विकन्धा मूषिकास्तथा चल्लिका कुन्तलाश्चैव सौहृदानलकाननाः कौक्कुटकास्तथा बोलाः कोकणा मणिवालकाः समङ्गा कनकाश्चैव कुङ्गुराङ्गारमारिषाः ध्वजिन्युत्सवसङ्केतास्त्रिवर्गा माल्यसेनया व्यूढका कोरका प्रोष्ठाः सङ्गवेगधरास्तद्धा तथैव विन्द्यरुलिकाः पुलिन्दा बल्वलैः सह मालवा मलराश्चैव तथैव परवर्तकाः कुलिन्दाः कालदाश्चैव चण्डका कुरडास्तथा मुसलास्तनवालाश्च सदीर्तापूदिसृञ्जयाः अनिदाया शिवाडाश्च तपनासूदपास्तथा ऋषिकाश्च विदर्भाश्च स्तङ्गना परतङ्गकाः उत्तराश्च परेम्लेच्छा जनाहि मुनिपुङ्गवाः जीवनाश्च सकाम्बोजा दारुणाम्लेच्छजायतः सघृगृहा कुलट्याश्च हूणा पारसिखैः सह तथैव रमणाश्चान्यास्तथा च दशमालिकाः क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च शूराभीराश्च दरदाः काश्मीरा पशुभिः सह काण्डिकाश्च तुषाराश्च पद्मगा गिरिगह्वराः आद्रेयास्सभिराजास्तथैव स्तनपोषकाः द्रोषकाश्च कलिङ्गाश्च किरातानां च जादयः तोमराहन्यमानाश्च तथैव परभञ्जकाः एते चान्ये जनपदाः प्राच्योदीच्यास्तथैव च उद्देशमात्रेण मया देशात् सङ्कीर्तिता द्विजाः यथा गुणबलं चापि त्रिवर्गस्य महाफलम् इति श्रीपात्मे महापुराणे स्वर्गखण्डे षष्ठोऽध्यायः ॐ